अदादिगणविषये अलादिधातवः इदानीं वर्तन्ते. तत्र अस्माभिः बहवः धातवः पठिताः. बहवः धातवः इदानीमपि शेषाः सन्ति, अतः इदानीम् अग्रे गच्छामः. इदानीम् अस्माकं नूतनधातुः अस्ति चक्षिङ् धातुः अस्ति चक्षिङ् चक्ष् तर्हि कः अस्ति मदर् महोदय आरभतु चक्षिङ्. आम् महोदय, षकारान्त सक्षिङ् सक्ष् धातुः आत्मनेपदे व्यक्त्यायां वचि वाचि अङ्गकार्यम् उपदायां ककारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति सन्धिकार्यं. सक्ष् योगः ते स्कोः संयोगात् योरन्ते च सक्ष् योगः ते शुनाश्चुः सष् योगः ते टे षष्टे सक्ष् योगः से स्वोः संयोगात् योरन्ते च सक्ष् योगः से षडकोकसि शक् योगः से आदेशप्रत्ययोः इतरेण शक् योगः से सक्षे सक्ष् योगः द्वे स्कोः संयोगात् योरन्ते च सष् योगः द्वे शुनाष्टुः सष् योः द्वे जलां जस् जषि षट् षट् योः द्वे षट् द्वे. अग्रे अत्र स्कोः संयोगात् अन्ते च इति सूत्रं कार्यं करोति, ककारः लोपो भवति, सष् योगः ते आगच्छति, तदनन्तरं शृणश्रुः इत्यनेन षष् योगः टे षष्टे इति भवति. अस्तु, तर्हि किमपि नूतनं नास्ति, केवलं सन्धिकार्यम् अस्ति. तत्र चक्ष् मध्ये संयोगवर्णः अस्ति, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यं भवति इति एव अस्ति खलु. अस्तु, तर्हि इदानीं कस्यापि प्रश्नः अस्ति वा? सम्यक् न शृणोमि महोदय. प्रश्नः अस्ति वा कस्यापि? न महोदय. किञ्चित् मन्दं श्रूयते. किं? किञ्चित् भवतः ध्वनिः मन्दं श्रूयते. इदानीं सम्यक् अस्ति वा? अस्ति अस्ति अस्ति महोदय. श्रूयते न श्रूयते? मध्ये मध्ये किञ्चित् मन्दः भवति. एवं वा? अस्तु, तर्हि प्रयत्नं करोमि, उच्चैः उच्चैः वदामि. तर्हि पठतु इदानीं कः अस्ति मलर् न मीना महोदय. इदानीं चक्ष् धातु लट् लकार करोतु आत्मनेपदी. आत्मनेपदं लट्लकारस्य एते अन्ते से एते द्वे ये महे महे तस्मात् सक् द्वादिगः सक् सक्षते सक्षते चक्षोगहते. इदानीं प्रथमकार्यं अदादिगणः द्वादिगणः नास्ति अदादिगणः सक्षयोगहते सक्षियोगते संयोगान्तस्य लोपः इति ककारः लोपः सश् योगते संयोगान्तस्य लोपः कुतः अन्त अस्ति वा पदान्त अस्ति वा? स्कोः स्कोः संयोगान्तस्य स्कोः संयोगान्तयो अन्ते च संयोगाद्योरन्ते च स्को संयोगाद्यो अन्ते च इति ककारः लोपः संयोगान्त सश् भवति सश्रुते शृणाष्टुः इति सूत्रेण चष्टे भवति चष्टे तदनन्तरं च चष्टे चक्षिते चक्षिते महोदय आत्मने पदमस्ति इते कुतो अदन्तमङ्गमस्ति वा आत्मनेपदी अनन्तमङ्गम् इति सिद्धतिङ्गप्रत्ययाः के के सन्ति ते इते अन्ते नास्ति वा इते अदन्तमङ्गं कृते अस्ति खलु अदन्तं कृतमन्ते अत्र अनन्तमङ्गम् ते आते अते से आते द्वे ए वहे महे चष्टे चक्षाते चक्षते चक्षुषे इति स्कोः संयोगाद्योर्लो संयोगान् संयोगाद्योरन्ते च इति सूत्रेण चक्षे भवति श्लोकसि देन् चक्षुषे श्लोकसि चक्षुषे आदेशप्रत्ययोः इति चक्षे चक्षे भवति से तत् से चक्षाथे च द्वे अत्र द्वे अपि चक्ष द्वे श्लोष्टुः चक्ष द्वे जलां जसि षड् षड्द्वे षड्द्वे भवति चक्षुयोगः द्वे स्कोः संयोगाद्योरन्ते च इति सूत्रे ककारः लोपः चष् द्वे तदनन्तरं शका ष्टुनाष्टुः षकारः अनन्तरं धकारः अस्ति तस्मात् चष् द्वे तदनन्तरं चष् द्वे जलां जसिषि जस् जसि इति सूत्रेण षड्द्वे षड्द्वे तदनन्तरं षड्द्वे चक्ष्वहे चक्ष्महे तर्हि आहत्य चष्टे चक्षाते चक्षते चक्षे चक्षाथे चढ्वे चक्षे चक्ष्वहे चक्ष अस्तु सम्यक् अग्रे विजयमहोदय लोट् हां जी लोट् मध्ये ताम् आताम् अतां स्व आत्तां द्वम् ऐ आवहै आमहे इति अस्ति धातुरूपं तु चक्ष अस्ति किञ्चित् उच्चैः वदतु महोदय चक्ष इति अस्ति चक्ष योगः ताम् इति अस्ति लोट् लकारे प्रथमपुरुषे एकवचनं अत्र चक्ष अत्र अपि स्कोः संयोगाद्योरन्त इति अन्ते च इति सूत्रेण स्कोः संयोगाद्योरन्ते संयोगाद्योरन्ते च इति सूत्रेण तत्र चकारस्य लोपः भूत्वा चष् इति तिष्ठति अनन्तरं तत्र ताम् इति अस्ति ताम् स्थाने तत्र स्टुनाष्टुः इति सूत्रेण तत्र तकारस्य स्थाने प्रथम टकारः आगच्छति तावदेव तत्र चष्टाम् इति प्रथमरूपं भवति प्रथमपुरुषे एकवचनं भवति अनन्तरं चक्षाताम् इति अस्ति खलु तत्र द्विवचनं रूपम् आताम् इति अस्ति अत्र किमपि कार्यं नास्ति चक्षाताम् इति अस्ति योजनेन तावदेव अत्र अनन्तरं प्रथमपुरुषबहुवचनं तु किमपि तत्रापि कार्यं नास्ति चक्षताम् इति भवति तत्रापि योजनमेव अनन्तरं स्व इति अस्ति मध्यमपुरुषे एकवचनं स्व तत्र चक्षति भवति अत्र स्वस्थाने षडः कः सि इति सूत्रेण तत्र शकारः भूत्वा श्व इति भवति इदानीं चक्ष्व तत्र स्वस्थाने षडोः कः सि इति सूत्रेण मूर्धने चकारस्य स्थाने ककारः आगच्छति. शक्ष् योगः स्व इति अस्ति. इदानीमेव आदेशप्रत्ययोः इति सूत्रेण चक्ष्व इति भवति. प्रथमं षडोः कः सि इत्यनेन ककारः आगच्छति मूर्धने शकारस्य स्थाने. अनन्तरं चक्ष् योगः स्व तत्र दन्त्यसकारस्य स्थाने आदेशप्रत्ययोः इति सूत्रेण श्व इति भवति. अतः तत्र चक्ष्व इति भवति. चक्षाताम् तादृशमेव आताम् इति योजनेन चक्षाताम् इति भवति. अनन्तरं तत्र मध्यमपुरुषबहुवचने चक्ष् योगः द्वम् इति अस्ति. तत्र द्वम् इति रूपं तत्र चतुर्थदकारः तत्र स्टुणास्टुप् इति सूत्रेण दकारः भवति. झष् द्वम् इति भवति. अनन्तरं जलां झष् झषि इति सूत्रेण तत्र तृतीय शकारस्य स्थाने तृतीयडकारः आगच्छति. एतत् स्थानेन्द्र न न अस्तु जड्वम् इति भवति. छड्वम् इति भवति. अनन्तरम् ऐ अस्ति. ऐ अत्र चक्ष् इति अस्ति. ऐ अस्ति. चक्ष इति रूपं योजनमेव तत्र चक्ष इति भवति. अनन्तरं चक्ष् इति भवति आवहै आमहै योजनेन चक्षावहै चक्षामहै इति भवति. आहत्य तत्र चक्ष् अदादिगण आत्मनेपदीनः धातुः चष्टां चक्षातां चक्षतां चक्ष्व चक्षातां छद्वं चक्षै चक्षावहै चक्षामहै इति रूपं भवति. बहु सम्यक् अस्तु. धन्यवादः. चष्टां चक्षातां चक्षतां चक्ष्व चक्षातां चद्वं चक्षै चक्षावहै चक्षामहै. अग्रे मदर् महोदय लङ् आं महोदय. लङ् चक्ष्योगः तकारः अस्ति. प्रथमं लङ् लका अङ्गकार्यं लुङ् लङ् लुङ्षु आडोदात्तः इति सूत्रेण आड आगमः भवति. सक्ष् योगः तकारः. अत्र तकारस्य लोपः भवति उल्याभ्यो दीर्घात् सुतिसप्रक्तं हल् इति सूत्रेण. तदनन्तरं स्कोः संयोग प्रथमं स्कोः तदनन्तरमेव स्कोः संयोगात् योरन्ते च इति सूत्रं कार्यं करोति. अन्याभ्यो दीर्घात् भवति किं वदति? हल्याभ्यो दीर्घात् सुति सप्रक्तं हल् अत्र कार्यं करोति वा? हल्याभ्यो दीर्घात् कार्यं अपृक्तमस्ति. अपृक्त अस्ति वा? आत्मनेपदम्. ओ आं महोदय क्षम्यतां महोदय. परस्मैपदं दृष्टवती. तत्कारः अस्ति. त अस्ति. त अस्ति. तदनन्तरं स्कोः संयोगात् योरन्ते च इति सूत्रेण ककारस्य लोपो अचुष्ट अतुष्ट योगः तत्कारः अस्ति. तदनन्तरं शृणाष्टुः इत्यनेन अतुष्ट अचष्ट अचष् योगः आताम् अचक्ष् योगः आताम्. अत्र अत्र अचशाताम् अच्च शातां शातां किमर्थं क्ष खलु अचक्षातां क्ष अतक्षाता उपयोगादुरन्ते कार्यं न करोति खलु झल्परे नास्ति आं न करोति करोति न करोति अचक्षात अचक्षत अचक्ष्योगः ताः अचक्ष्योगः ताः अत्र स्कोः संयोगात् युरन्ते च इति कार्यं करोति अचक्ष् योगः ताः शृणाश्रुः इत्यनेन अचष्टाः इति भवति अत्र वर्णमेवमेव अशक्षाताम् अशक्ष् योगः द्वम् अस्ति अत्रापि स्कोः संयोगात् योरन्ते च कार्यं करोति अशक्ष् योगः द्वम् अशक्ष् योगः द्वम् इदानीं शृणाश्रुः इति कार्यम् अशक्ष् योगः द्वम् जलां झष्टषि इत्यनेन अषट् अषष् अष अषड् द्वम् अषड् द्वम् अषड्वम् अषड्वम् अषड्वम् इड् ड अचष् योगः इ अस्ति अषषि वर्णवेलमेव असक्षि असक्ष्वहि असक्ष्महि असक्ष् किमर्थं वदतु चकार अस्ति अचक्ष् असक्षि नास्ति चक्ष्च च चक्षि अचक्ष्वहि अचक्ष्महि अचक्षाताम् अचक्षत अचष्टाः अचक्षाताम् अचत्वम् अचक्षि अचक्ष्वहि अचक्षम् विधिलिङ्गि तु केवलं वर्णमेव चक्षीत चक्षीयातां चक्षीरं चक्षीथाः चक्षीयातां चक्षीध्वं चक्षीय चक्षीवहि चक्षीम् चक्षिं धातुः समा प्रश्नः अस्ति प्रश्नसन्ति वा किमपि नास्ति केवलं सन्धिकार्यमेव अस्ति किमपि अन्य नास्ति अस्तु अग्रे गच्छामः मीना महोदय अग्रिमधातुः बस् कुत्र अस्ति भगवान् मम चक्षिं अनन्तरं सकारान्त वस धातुः मम करपत्रे नास्ति चक्ष आदभागे अस्ति चक्षिङ्गस्ति तदनन्तरं के बि सन्धिकार्यं तदनन्तरं सकारान्त वस् वस् दातु ओ वस् दातु आत्मनेपदी अङ्गकार्यम् उपधायां ह्रस्व अकारः लघु इक् इति न अतः अङ्गकार्यं नास्ति अत्र वस् धातु भवादिगणीयवस् नास्ति आत्मनेपदी वस् अस्ति भिन्नधातु अस्ति खलु आत्मनेपदी अदादिगणे सकारान्त वसति वसतः वसन्ति नास्ति अत्र आत्मनेपदी अस्ति अदादिगणे वस धातु वस् धातु सकारान्तधातुः अतः आधिक्येन केवलं वर्णमेलनमे भवति यथा सकारात् तकारे परे केवलं मेलनं वस् योगः ते वस्ते धकारे परे सकारस्य लोपो भवति वस् द्वे सकारलोपः वद्वे धी चेति सूत्रेण वा धी च सकारस्य लोपो भवति दकारादिप्रत्यये परे धि स सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं रात्सस्य इत्यस्य सस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धी च सस्य लोपः धकारे परे ओके वस् लति वस्ते वस् ते वस्ते वसा अत्र किमपि कार्यं नास्ति वस्तुतः अतः केवलं वर्णमेलनम् अस्ति अतः सर्वाणि रूपाणि सर्वाणि रूपाणि न कुर्मः समानः नास्ति केवलं किमस्ति अत्र किमपि नास्ति केवलं वर्णमेलनं धकारपदे अस्ति चेत् धीच इति सूत्रेण सकारस्य लोप तर्हि केवलं वर्णमेलनं वस्ते वसाते वसते वस् योगे अपि वस्से वसाथे वस् योगः द्वे अस्ति चेत् वध्वे पश्यतु सकारसकारः अस्ति तत्र सार्वधातुकः अस्ति वा आर्धातुकः अस्ति वा इति द्रष्टव्यं सार्वधातुकः अस्ति यतः अत्र से सार्वधातुकप्रत्ययः अस्ति खलु अर्थः केवलं वर्णमेलनं परन्तु आर्धातुकप्रत्ययेषु भिन्नकार्यं भवति परन्तु अत्र तत्र नास्ति यतोहि अत्र सार्वधातुकः अस्ति अतः वस् योगः अस्ति वस्ते वसाथे वध्वे वसे वस्वहे वस्मे तथैव लोटि वस्तां वसातां वसतां वस्व सकार सकार वस्व वसाथां वध्वं वसै वसावहै वसामः अवसत् अवस्त अवसाताम् अवसत् अवस्थाः अवसाथाम् अवध्वम् अवसि अवस्वहि अवस्मे वसीत वसीयातां वसीरन् वसीथाः वसीयातां वसीवं वसीय वसीवहि वसिमे किमपि नास्ति केवलं वर्णमेलनं केवलं धकारादिप्रत्ययः अस्ति चेत् ईश इति सूत्रेण सकारस्य लोपः इति एव अस्ति नूतनं किमपि नास्ति अतः वस् धातुः अपि समाप्तः तथैव अग्रे मीना महोदय अग्रे किं लिखितमस्ति वदतु सकारान्त आस् धातु आस् धातु आत्मनेपदी उपदेशेन आत्मनेपदी उपवेशने तत्रापि किमपि नास्ति केवलं वर्णमेलनमस्ति सकारादिपदे परे सकारस्य लोपोध्वनि अतिः अतः पुनः रूपाणि न गृहकार्यरूपेण एकवारम् अभ्यासं करोतु कुर्वन्तु सर्वे तदनन्तरं सकारान्तः आम् उपसर्गपूर्वक शासु धातुः आशास्धातुः इच्छाया अत्र शास्धातुः अस्ति तत्र सदैव आम् उपसर्गपूर्वकः अस्ति अतः केवल शास्त्रापि न भवति आशास इति तस्य ध्वनि दूरध्वनि ध्वनि करोति तर्हि तत्रापि आशास् मध्ये अपि केवलं वर्णमेलनं नकारादिप्रत्ययपरे सकारस्य लोप आशाद्वे आशाध्वम् इति अस्ति तर्हि एकमस्ति कोऽपि वदतु आशात् धातुः अस्ति खलु आम् उप न श्रूयते महोदय न श्रूयते महोदय श्रूयते वा न इदानीम् ओके मध्ये अत्र विद्युत् गच्छति अस्तु तर्हि कोऽपि वदतु आशास् च लङ्लकाररूपं कथं भवति आशास् धातु लङ्लकार प्रथमपुरुषेकवचनम् आशास् आशास्त अत्र प्रक्रियां वदतु एकवारं कोऽपि लङ्लकारे सकारः किं भवति तत्र सूत्रं कोऽपि नास्ति तत्र आडाजादीनं वा आडज अत्र तत्रापि किमपि कार्यं नास्ति भवति खलु कार्यम् आ एव आ उपसर्गपूर्वकः सार शास् धातोः किं तत्र तदेव अहम् उपसर्ग आ अस्ति अतः लङ् लुङ् लङ् लृङ्षु अर् उदात्तः इति सूत्रेण उपसर्गानन्तरं नाम साक्षात् धातोः प्राक् एव अकारः न तु उपसर्गरूपात् प्राक् इति तर्हि आ अ शास् नाम अनन्तरम् अन्ते रूपं सम्मानमेव भवति परन्तु प्रक्रियां तथा नास्ति आं योगः शास् तदनन्तरं लुङ् लङ् रिङ्षु अडगतः इति सूत्रेण आयोगः अयोगः शास् आशास् तदनन्तरं त आशास्त किमपि नास्ति तदपि पृच्छामि अस्तु तदनन्तरं कंस् धातुः अस्ति कंस् धातुः तत्र सकार अत्र किञ्चित् नूतनमस्ति अथवा पुनः गच्छामः अस्तु मदय महोदय कति भाति सकारान्त कसि कंस् धातुः आत्मनेपदी गतिशासनयोः निर्बन्धधातोः सिद्धिः नुगाम अगमः इदितो नुम् आ धातोः इत्यनेन यः धातुः इति अस्ति तस्य नुमागमः भवति मिचोत्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्यात् परः आयाति कसि उपदेशे अजनाश्चयित् हलन्त्यम् इत्यनेन कस् इदितो नुम् धातोः मिच्चो त्यात् परः कंस् इति धातु सन्धिकार्यं कंस् योगः ते नश्य पदान्तस्य जलि इत्यनेन अनुस्वारः कंस् योगः ते वर्णमेलनेन कंस् ते कंस् योगः ते नश्य पदान्तस्य जलि कंस् योगद्वे दि च कंस् कं योगः द्वे दि जि दि च इत्यनेन सकारलोपो कं योगः द्वे अनुस्वारस्य इ परसवर्णः कन् योगः द्वे कन् द्वे इति तर्हि अत्र द्वितीयक्रमे कंस् योगः द्वे अत्र यः क्रमः लिखितः अस्ति तत्र एकः दोषः अस्ति कोऽपि वक्तुं शक्नोति वा दोषः करपत्रे दोषः अस्ति कंस्योगः द्वे नाम रूपं रूपे दोषः नास्ति क्रमे दोषः प्रक्रियाक्रमे न श्रूयते महोदय किमपि न अहं वदामि द्वितीयः यः क्रमः अस्ति कंस्योगः द्वे तत्र रूपं सम्यक् अस्ति परन्तु क्रमे दोषः अस्ति यत् लिखितमस्ति सूत्राणां क्रमः यदस्ति तत्र दोषः अस्ति कोऽपि वक्तुं शक्नोति वा दोषः कः अस्ति न च पदान्तस्य जलि अनन्तरम् अनुसारस्य इ परसवर्णः इति किम् नश्य पदान्तस्य जलि इति अनन्तरम् अनुस्वारस्य इ परसवर्णः इति तदेव लिखितमस्ति दीः च इति मध्ये अस्ति कार्यं न करोति वा सकारः लोपः कार्यं कुत्र करोति सकारस्य नाम इति च इति सूत्रं कार्यं करोति न वा अत्र प्रश्नः कुत्र करोति नाम क्रमः सम्यक् अस्ति वा अत्र लिखितमस्ति सकारदलोपदकारपरे सकारलोपः सूत्रं तु कार्यं करोति मम प्रश्नः अस्ति अत्र क्रमः सम्यक् अस्ति वा क्रमः सम्यक् अस्ति वा पश्चापदन्तरे नैव टी च इति प्रथमं कार्यं करोति हा टी च प्रथमं कार्यं करोति यतोहि पूर्वसूत्रमस्ति अधिकारः अस्ति खलु द्वितीयपादे घी च इति द्वितीयपादे अस्ति अष्टमाध्याये द्वितीयपादे अस्ति नश्चापदान्तसलि इति प्रायः तृतीयपादे अस्ति अतः प्रथमं घी च कार्यं करोति सकारस्य लोपः कण्योगः द्वे तदनन्तरं नश्चापदान्तसलि इति सूत्रेण नकारस्य अनुस्वारः कयोगः द्वे तदनन्तरम् अनुस्वारस्य ये करोतः न स्कन्धे नाम रूपं समानं भवति क्रमः सम्यक् नास्ति अवगच्छति आं महोदय अस्तु तर्हि अत्रापि किमपि कार्यं नास्ति केवलं वर्णमेलनमस्ति यत्र वर्णमेलनं नास्ति तत्र भीच इति सूत्रेण नकारस्य सकारस्य लोपः भवति अस्तु अत्र इदमपि न कुर्मः अग्रिमधातु कुर्मः निसि निसि अस्तु तर्हि को अस्ति इदानीं विजया महोदय पठतु सकारान्तः निसि अस्ति वा विजया महोदय सकारान्त निसि सकारान्त निसि निनस् धातुः आत्मनेपदिनः चुम्बने चुम्बने इति अर्थः निरबन्ध निरनुबन्धधातोः सिद्धिः नुमागमः इदि तु नुम् धातोः इदित् इदितः धातोः नुम् आगमः भवति इदित् इत्युक्ते इत् इति यस्य सः तत्र प्रथमः इत् नाम ह्रस्वः इकारः द्वितीयः इत् नाम इत् संज्ञा भवति ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः इदित् इत् इति यस्य सः इदित् बहुव्रीहि तस्य इदितः इदितः षष्ट्यन्तं नुम् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् इदितो इदितो धातोः नुम् इति तत्र नुमाग निरबन्धधातोः सिद्धिः कथं भवति इति तत्र दत्तं नुमागमः कुत्र आगच्छति चेत् इदितो नुम् धातोः इति सूत्रेण इदितः धातोः नुम् आगमः भवति कुत्र भवति चेत् तत्र इदितोः धातोः नुम् आगच्छति एव तत्र दत्तम् इति किम् अस्ति इदितोः नुम् धातोः तत्र नुम् आगच्छति नुम् इति नकारः नकारः कुत्र आगच्छति प्रथमे मध्ये अन्ते कुत्र प्रथमे नास्ति एतत्तु मध्ये एव आगच्छति खलु मध्ये कुत्र एतत् नास्ति तत्र इदित् धातुः नुमागमः कुत्र भवति चेत् मिदचोरं स्यात् परः सूत्रेण एतत् एतत् अन्यसूत्रं मिद् धातोः अच्छि अन्त्यात् एव अच्छि यत्र अस्ति एतत् अन्त्यात् एव अन्त्ये एव एतत् अन्त्यात् अच् परः एव तत्र नुम् आगमः भवति तर्हि कुत्र आगच्छति अत्र नि स कुत्र भवति तत्र नकारः अस्ति खलु, एतत् नकार उत्तरवर्ती अकारः अस्ति, इकारः नि अचुवर्णः, इकारः अचुवर्णः अस्ति, एतत् अचुवर्णात् अनन्तरम् एव तत्र नुमागमः भवति. तर्हि निस निनस निनस अग्रे निनस, तत्र अनन्तरं नो नः इति सूत्रेण तत्र नकारः आगच्छति, निनस् इति अन्तिमरूपं. तादृशमेव खलु जि? सत्यं. तर्हि निसि धातुः अस्ति, प्रथमं तु नकारः अस्ति, तस्य नकारः भवति नोनः इति सूत्रेण. दन्तं निसि, निसि मध्ये अन्तिम इकारः इति संज्ञकः अस्ति, अतः गच्छति निस्. अत्र इदित् अस्ति उपदेशः अज अनुनासि एकनिमेषः, इदित् अस्ति अतः नुमागमः भवति इदित् नुम् धातोः. मिदच्छोन्त्यात् परः, मिदच्छोन्त्यात् परः इति सूत्रेण नकारोत्तरवर्ति इकारानन्तरं नकारः भवति, अतः धातुकः भवति लब्धधातुः निन्स् न इ न स इति. तर्हि आगच्छन्ति खलु? आं महोदय. अस्तु अग्रे पठतु विजयमहोदय सन्धिकार्यं. सन्धिकार्यं निनस् निन्स् निन्स् योगः ते आत्मनेपदिनः, अतः ते नच पदान्तस्य जलि इत्यनेन तत्र नकारस्य स्थाने अनुस्वारः आगच्छति. निन्स् योगः ते वर्णमेलनेन निन्स् ते इति भवति. निन्स् योगः द्वे मध्यमपुरुष बहुवचनं, तत्र नच पदान्तस्य जलि इत्यनेन अनुस्वारः भूत्वा निन्स् योगः द्वे. दीच इति सूत्रेण तत्र सकारस्य लोपः भूत्वा अत्रापि दोषः अस्ति. पुनः पठतु, प्रथमं धीच कार्यं करोति, सकारलोपः, तदनन्तरं नश्चापदं स्थितम्. आम्, प्रथमं दीच इत्यनेन सकारस्य लोपः भवति खलु जि? अनन्तरं योगः द्वे, अनन्तरम् अनुस्वारस्य ययिपरसवर्णः इत्यनेन दकारस्य अन्तिमवर्णः नकारः, अतः तत्र निन्द्वे इति अन्तिमरूपम्. अत्र प्रश्नः उदेति यत् लट् लकारस्य ये से प्रत्यये परे किमर्थं न आदेशप्रत्ययोः. अत्र अष्टाध्याये तृतीयपादे नव पञ्चाशत् तमसूत्रमस्ति इत्यनेन षत्वं स्यात् इकारः निमित्तं से इति सकारादिप्रत्ययः मध्ये अनुस्वारः च सकारः च आदेशप्रत्ययोः इति सूत्रं नुं विसर्जनीय शर्व्ययवायेऽपि इत्यस्य अनुवृत्तिः, नाम एते मध्ये सन्धिचेदपि कार्यं भवति, किन्तु काशिकायां दत्तम् अस्ति चेत् एतेषु यत्किमपि एकं मध्ये भवितुमर्हति, एकस्मात् अधिकं भवति चेत् कार्यं न प्राप्नोति. एकस्मात् एतत् एकस्मात् इत्युक्ते तत्र अनेकवर्णः एकवर्णः इति इत्यनेन एव तत्र कार्यं भवति खलु जि? अर्थ किं लिखति तस्य अर्थं वदतु. अत्र निन्द्वे इति भवति, परन्तु पूर्वं तत्र निन्स् इति भवति खलु, तत्र सकारः अस्ति, परन्तु तत्र आदेशप्रत्ययोः इति दन्ते सकारस्य स्थाने मूर्धन्य षकारः किमर्थं न आगच्छति इति प्रश्नः तत्र उदेति. द्वे मध्ये नास्ति, पश्यतु, न योगः से अत्र मध्यमपुरुष एक मध्यमपुरुष एकवचनस्य विषये तत्र से स्थाने से किमर्थं भवति इति प्रश्नः. नाम पश्यतु, नि न इ न स से इति अस्ति, अत्र इकारः अस्ति इन्को प्रत्याहार तदनन्तरं वयं जानीमः आदेशप्रत्ययः किं वदति इन् प्रत्याहार सवर्गीयवर्ण तदनन्तरं साक्षात् अनन्तरं सकार प्रत्ययसकार अथवा आदेशसकारः अस्ति चेत् किं भवति साक्षात् मूर्धनषकारः भवति परन्तु वस्तुतः सूत्रे एकम् अनुवृत्तिः अपि अस्ति नुं विसर्जनीय शरव्यवाये अपि नाम इन्को इन्कोः साक्षात् अनन्तरं सकारः अस्ति चेत् तु भवति मूर्धनषकारः परन्तु मध्ये नुं नाम अनुस्वारः विसर्गः अपि च शर् शर् प्रत्याहारस्य वर्णः शर् इत्युक्ते किं ष एतेभ्यः किमपि मध्ये अस्ति चेदपि व्यवधानम् अस्ति चेदपि आदेशप्रत्ययः इति सूत्रेण चकारः भवति अतः पश्यतु निन् योगः सेत् अत्र इकारः अस्ति तदनन्तरं अनुस्वारः अस्ति तदनन्तरं सकारः अस्ति यत् षड् प्रत्याहारे अस्ति तदनन्तरं सकारे से प्रत्यये अस्ति अतः अत्र नुं विसर्जनीय विक्षरव्यवाये अपि इति वदति यत् अत्र अपि षकारः भवेत् खलु तर्हि किं भवति रूपं किं भवेत् रूपं निंश्वे इत्युक्ते क्षम्यतां किं भवति न इ न स शे न इ न सकार तन्त्रसकार मूर्धन्यषकार ए इति भवति खलु इति भवेत् सर्वे अवगच्छन्ति किं वदामि आमाम् अधिमपुरुषे एकवचने विषये एव से स्थाने किमर्थं शकारः न मूर्धन्यषकारः न आगच्छन्तिसर्जनीय शरव्यवाये अपि इति सर्वे अवगच्छन्ति वा किं वदति किं वक्तुं शक्नोति किं वक्तुम् इच्छति अनुस्वारः अथवा विसर्ज शरी अपि विसर्गः अस्ति चेदपि तत्र भवति इति अस्ति सकारत्वं भवति इति परन्तु काशिकाय दत्तमस्ति अत्र एकमेव मध्ये भवितुमर्हति अत्र सकारः अस्ति अनुस्वारः अस्ति द्वयमपि अस्ति अतः न भवति तर्हि मन्दरमहोदय आदेशप्रत्ययः इति सूत्रं किं वदति एकवारं वदतु सकारः प्रत्ययसकारः वा आदेश सकारः अस्ति चेत् निमित्तम् इन् कवर्गः अस्ति चेत् सकारः मूर्धन्यषकारः भवति तर्हि इन् प्रत्याहार अथवा कवर्गीयवर्णात् साक्षात् अनन्तरं प्रत्ययस्य सकारः अथवा आदेशस्य सकारः अस्ति चेत् मूर्धन्यषकारः भवति इति अस्ति खलु तर्हि इदानीं पर्यन्तम् अस्माभिः साक्षात् अनन्तरमेव बहुधा द्रष्टव्यं परन्तु वस्तुतः सूत्रे नुम् विसर्जनीय शरव्यवाये अपि इत्यस्य अनुवृत्तिः भवति सूत्रं किं वदति इण् कोः अपि च आदेशस्य प्रत्ययसकारयोः मध्ये यदि नुम् नाम अनुस्वारः विसर्जनीय नाम विसर्गः शर् शर् इत्युक्ते किं ष इत्येषां व्यवाय अपि किं व्यवधानं मध्ये इण्टर्फेरेन्स् व्यवधानम् अस्ति चेदपि नाम साक्षात् नास्ति परन्तु एतेभ्यः किमपि मध्ये अस्ति चेदपि मूर्धन्यत्वं भवति इति अवगच्छति एतादृशव्यवधानम् अन्यत्र अपि अस्माभिः एकस्मिन् सूत्रे द्रष्टं किं सूत्रं तत् एतादृशं व्यवधानं नाम यत्र मध्ये अस्ति चेदपि कार्यं भवति इति अस्माभिः अन्य एकप्रकरणे अपि बहुवारं पठितं किं सूत्रं किं प्रकरणं तत् रेपशाभ्यां नोणः समानपदे इति किं वदति रेपशकारानन्तरं साक्षात् अनन्तरं नकारः अस्ति चेत् नत्वं भवति परन्तु तस्मात् साक्षात् अनन्तरं सूत्रमस्ति अट्कुप्वां नुं व्यवाये अपि व्यवाये अत्र अत्रापि अस्ति खलु व्यवाये व्यवाये अपि नाम साक्षात् नास्ति चेदपि मध्ये यदि अट् नाम स्वरः अपि च स्वयव र अट् कुप् कूप् इत्युक्ते कूपु कवर्गीयपवर्ग आङ् आङ् उपसर्ग इति मध्ये इत्येभ्यः मध्ये किमपि अस्ति चेदपि नत्वं भवति तथैव अत्र अस्ति तर्हि निन् योगः से मध्यमपुरुष एकवचनम् अत्र इकारः अस्ति तदनन्तरम् अनुस्वारः अस्ति तदनन्तरं सकारः अस्ति यः शर् प्रत्याहारे वर्णः अस्ति तदनन्तरं से अस्ति अतः अत्र अपि से प्रत्ययस्य मूर्धन्ये भूत्वा शे इति भवेत् खलु परन्तु न भवति किमर्थं न भवति तत्र लिखितमस्ति काशिकायां दत्तमस्ति यत् एतेषु यत्किमपि एकं मध्ये भवितुम् अर्हति एकस्मात् अधिकं भवति चेत् कार्यं न प्राप्नोति एतेषु इत्युक्ते किं नुम् विसर्जनीय शर् विधायति अत्र नुम् अस्ति विसर्जनीय अपि च शर् इत्येभ्यः राशिका वदति इत्येभ्यः एकमेव मध्ये अस्ति चेत् कार्यं मूर्धन्यत्वं भवति एकाधिकम् अस्ति चेत् कार्यं न भवति तर्हि निन्त्योगः द्वे मध्ये एकाधिकम् अस्ति खलु नुम् अपि अस्ति मध्ये सकार अपि अस्ति अतः एकमेव मध्ये नास्ति अनेकमध्ये अस्ति अतः इदं सूत्रं कार्यं न करोति यदि एक एव मध्ये अस्ति नुम् वा विसर्ग वा शर् वा इति एकमेव मध्ये अस्ति चेत् कार्यं भवति परन्तु एकाधिकम् अस्ति चेत् कार्यं न भवति अत्र एकाधिकम् अस्ति अतः मूर्धन्यत्वं न भवति सकार एव तिष्ठति निन्ते न इ अनुस्वार सकार ए पर्यावसति आम् महोदय आं महोदय परन्तु अत्र नत्वविषये मध्ये अन्ये अपि आगच्छति चेत् अधिक एकस्मात् अधिकम् अस्ति चेदपि भवति खलु तस्य तु बहूनि उदाहरणं सन्ति नत्वविषये अट् कुप्वाङ्ग् मध्ये अस्य काशिका अत्र अस्य प्रसक्तिः न भवति अनेक अपि मध्ये अस्ति चेदपि कार्यं भवति यथा रामेण अपि अस्ति अनेके सन्ति मध्ये तदापि नत्वं भवति अतः तत्र एतादृशं किमपि नास्ति परन्तु अत्र आदेशप्रत्ययोः कृते यशत्वम् अस्ति तत्र मध्ये एकमेव भवितुं शक्नोति नुम् अथवा विसर्ग अथवा शकार अथवा मूर्धन्यशकार अथवा सकार अनेके मध्ये सन्ति चेत् न भवति अस्तु सर्वे अवगच्छन्ति खलु अतः इदानीं रूपाणि कुर्मः निन्स् धातु लट् लकारः रघुपतिमहोदय इदानीं वदति वा ध्वनिः अस्ति करोतु भवति वा न अहं तु श्रुतुं शक्नोमि किमपि महोदय अत्र किं महोदय किम् अत्र निन्स् योगः द्वे अस्ति नश्चापदन्तस्य जलि सूत्रस्य प्रसक्तिः नास्ति खलु दीः च तदनन्तरम् अनुस्वरस्य ई परसवर् इति द्वे सूत्रमेव पर्य न स द्वे खलु इदानीं सकारस्य लोपः भवति धी च न इ नकार से न इ नकार द्वे नकार अस्ति खलु तत्र नश्चापदन्तस्य झटि इत्ययं नकारस्य अनुस्वारः भवति न इ अनुस्वार द्वे तदनन्तरम् अनुस्वारस्य ये परः न इ नकारः अस्ति नकारः नश्चपदार्थस्य झटि तदनन्तरमेव अनुस्वारस्य ई परतः कार्यं रूपं समानमेव अस्ति त्रयं कार्यं करोति परन्तु क्रमः समीचीनः नास्ति प्रथमं भीत तदनन्तरं नष्टमानसरि तदनन्तरम् अनुस्वारस्य एव अस्तु तर्हि हा इदानीं रघुपतिमहोदय निशि इति अस्ति नूनः इत्यङ्गतः निन्स् निस् इति भवति निन्स् इति भवति इदित् अस्ति इति कृत्वा समागमः निन्स् इति भवति निन्स्योगते इति अस्ति नकारस्य अनु नश्चपद्वलितेन अनुस्वारः भवति निन्स् योगते निन्स् ते इति भवति अग्रे निन्स् अत्रापि निन्स् नश्चपदस्य निन्स् भवति निन्स् योगः ते निन्स् आते अग्रे निन्सते इति भवति निन्स् योगस्य इति अस्ति तत्र निन्स् योगस्य इत्यस्मिन् नश्चपदस्य अनुस्वारः अनुस्वारस्य अनन्तरं निन्से इति भवति तत्र षत्वं न भवति किमर्थमिति चेत् तत्र इङ्को अस्ति सकारस्य षत्वं भवति स्म परन्तु इदानीम् अनुस्वारः अपि च सकार द्वयमपि अस्ति व्यवधानमस्ति अतः यत् वार्तिकमस्ति नुं विसर्जिनी व्यवाय अपि इत्यस्य कार्यं न भवति यत्र इति कृत्वा निन्से निन्से इति भवति अग्रे निन्साथे अग्रे निन्स् योगद्वे इति अस्ति अत्र निन्स् योगद्वे अत्र सकारस्य लोपः भवति धीच इत्यनेन दकाराधिपत्ये परे सकारस्य लोपः निन्द्वे निन्द्वे इति भवति अग्रे हा अस्तु अस्तु क्षम्यतां महोदय निन्द्वे इति अस्ति अनन्तरं नष्टपदाञ्जलि अनुस्मरति परन्तु निन्द्वे इति भवति खलु एकवारं महोदय निन्द्वे खलु नश्च एकवारं सकारस्य लोप क्षम्यतां निन्स् निन्स् योगद्वे इति अस्ति प्रथमं तत्र सकारस्य लोपः भवति नष्टपदलि परमस्ति अतः निन् निन् योगद्वे इदानीं निन्द्वे इति अस्ति निन्द्वे अत्रापि अनुस्वार नश्चपदान्तजलि इत्यनेन अनुस्वारः अनन्तरम् अनुस्वर्ति परसवर्ण इत्यनेन निन्द्वे अग्रे निन्स् योग ए ए इति अस्ति तत्रापि नश्चपदञ्जलि नश्चपदञ्जलि अनुस्वारः निन्स् योग ए निन्से निन्से अग्रे निन्स् इति अस्ति निन्स् अनुस्वारः निन्स् वहे निन्स् महे इति रूपाणि तर्हि निन्से निन्दासे निन्से निन्साथे निन्ध्वे अत्र अनुस्वारः नास्ति नकारः निन्ध्वे निन्से निन्स्वहे निन्स्म द्वे इति विहाय सर्वत्र अनुस्वारः द्वे कृते नकारः अस्तु अग्रे अग्रे किं मिलर् मल्लर् महोदय आत्मनेपदम् मीन्स् आत्मनेपदं मदर् महोदय अस्ति वा आम् महोदय निन्स् योगः तां निन्स्ताम् अत्र नशपदान्तस्य जलि तदनन्तरम् अनुस्वारस्य ई परसवर्ण इत अनुस्वारस्य ई परसवर्ण निन्स्ताम् निन्सातां निन्सताम् निन्स् योगः स अस्ति अत्रापि अत्र आदेशपत्योः न कार्यं करोति अत्र निन्स् निन्स् निन्स् सकारः द्वयमस्ति तत्रापि यथा अस्माभिः से कृते दृष्टं सकारद्वयमस्ति तत्र मूर् आदेशप्रत्ययोः कार्यं न करोति यतोहि अस्माभिः काशिकावाक्यात् वयं द्रष्टुं शक्नुमः यत् मूर्धनसकारः न भवति निन्स्व न इ अनुस्वार सकार सकार व सकारद्वयमस्ति निन्साताम् निन्स् अत्र दीच इति सूत्रेण सकारलोपो भवति अत्र सकारद्वयं भवति महोदय निन्स्व आम् भगिनि निन्स् इस् स्व आमां सकारद्वयं निन्स्वं नकारः एव भवति अनुस्वारः नकारः भवति अनुस्वारः न भवति अत्र सकार दीच इत्यनेन सकारस्य लोप निन् योगः द्वं तदनन्तरं अनुस्वारस्य ई परसवर्णे न धीच इत्यनेन सकारस्य लोपः नी नकारः ध्वम् तदनन्तरं नश्चापमस्य झलि कार्यं करोति खलु नकारः नकारः अनुस्वारः भवति अनुस्वारः आगच्छति तदनन्तरम् अनुस्वारस्य ये परसवर्ण यै परसवर्ण निन्द्वं निन्स् योगः ऐ निन्सै सै निन्सै निन्सावहे निंसामहे तर्हि निंसां निंसातां निंसतां निंस्व निंसातां निन्द्वं निंसै निंसावहै निंसामहे विद्या महोदय लङ् जी अत्र लङ् लकारे लुङ् लङ् ऋङ्क्षु अडुदातः इति सूत्रेण तत्र सर्वेषां धातूनाम् अकारः प्रथमवर्णः आगच्छति अनन्तरं निन्स् इति धातुः तत्र प्रथमम् इदितोनुं धातोः इति इदानीं अनेन निन्स् इति अस्ति तत्र किमपि कार्यं नास्ति एव निन्स् इति नकरस्य स्थाने नचपदान्तस्य जलि इति सूत्रेण विसर्गः आगच्छति अनन्तरं तकारचि अस्ति ता आताम् अत् ताः आत्तां द्वम् ई वहि महि इति अस्ति तत्र तकारस्य योजनेन अनिंस्त इति रूपं भवति तादृशमेव अन्यधातुषु तत्र आतामिति अस्ति अनिंसाताम् इति भवति खलु जि अनिंसाताम् इति अस्ति अनन्तरं अत इति अस्ति अनिंसत इति भवति अनन्तरं ताः इति अस्ति तादृशमेव अत्र अपि अनिन्स् इति अनिन्स् इति अस्ति योगः ताः अनिन्स्ताः इति भवति तादृशमेव मतिम्पुष द्विवचनमेव अनिन्साताम् अनन्तरं द्वं योजनेन तत्र दीच इति सूत्रेण सकारस्य लोपः भूत्वा अनन्तरं नचपदान्तस्य जलि इत्यनेन अनुस्वारः आगच्छति अनन्तरं द्वम् इति अस्ति अतः तत्र अनुस्वारस्य ययीपरसवर्णे नकारः मध्ये आगच्छति अनिन्द्वम् इति भवति अनन्तरं किम् अस्ति ई अस्ति अत्र ई अस्ति तत्र अनिन्स् इति भवति न इदानीं ईकारः लङ् लकारे ई वहि महि अस्ति अनिन्स् इति अस्ति अनिन्स् इति अस्ति अनन्तरं नचपदान्तस्य जलि इति सूत्रेण अनुस्वारः भूत्वा अनिन्स् तत्र दी च कार्यं न करोति अतः तादृशमेव अनिन्स् इति अनिन्स् इति एव तत्र रूपं भवति अनिन्स् योगः इकारः अस्ति मेलनेन अनिन्सि इति भवति अनन्तरं तादृशमेव वहि महि तत्रापि बीज इति कार्यम् अनुस्वार सकारस्य सकारस्य लोपः न भवति अनिन्स् योगः वहि अनिन्स् वहि अनिन्स् महि न कार्यं करोति आम् न तावदेव विधिलिङ्गि तु केवलं वर्णमेलनं निंसीत निंसीयातां निंसीरन् निंसीताः निंसीयातां निंसीतं निंसी च निंसीवहि निंसीमहि सर्वत्र अनुस्वारः एव भवति आगच्छन्ति आं महोदय आं महोदय अस्तु तर्हि निंस्थातु समाप्तः अग्रे समाप्तः अग्रे नूतनधातुः अस्ति तस् तस् धातु तस् अत्र कार्यं भवति, बहु बहु कार्यं भवति, नूतन नूतनं किमपि नास्ति परन्तु बहु कार्यमस्ति। हा तर्हि अस्तु, मीनामहोदय सकारान्तः सस् धातुः परस्मैपदी स्वप्ने निरनुबन्धधातोः सिद्धिः सत्त्वं धात्वादेः शः सः उपदेश अवस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति। धातोः आदिः धात्वादिः षष्ठी तत्पुरुषः तस्य धात्वादेः, धात्वादेः षष्ठ्यन्तं शः षष्ठ्यन्तं सः प्रथमान्तं त्रिपदमिदं सूत्रम्। आदेच उपदेश अशिति इत्यस्याम् उपदेशे इति अनुवृत्तिः, अनुवृत्तिसहितसूत्रं धात्वादेश सः उपदेशे, शस् उपदेशे अज् अनुनासिक इत् शस् धात्वादेशः सः सस् भवति, शकारः प्रथमवर्णः तस्मात् धात्वादेः शः सः इति सूत्रेण शकारः सकारः भवति सस् इति धातुः। इदानीम् अङ्गकार्यम् उपदायां ह्रस्व अकारः अस्ति अस्ति लघु इक् ह्रस्व अकारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति। ओके, अङ्गकार्यं नास्ति। सन्धिकार्यं लोटि एव, लोटि लङि एव वा, लोटि सस् हि कुजल्भ्योहेर्धिः सस् धि धि चेत् स्यूतेन सकारलोपः सधि, लङि हल्ङ्याभ्योर् दीर्घो सुतिसु पृक्तं हल् इत्यनेन सुतिप्स्य पृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकप्रत्ययस्य लोपः, लङि इत् लोपः इस् लोपश्च। ओके, असस् इत् हल्ङ्याभ्योर् दीर्घ सुतिस्य पृक्तं हल् असस् इत् लोपः, असस् योगः त इदानीम् अग्रे मा पठतु। इदानीम् असस् योगः त सकारस्य लोपः असत्, इदानीं पदान्ते सकारः अस्ति, धातोः अन्तिमवर्णः सकारः अस्ति, तर्हि पदान्ते यथा सकारान्तधातुः अस्ति तर्हि किं सूत्रं कार्यं करोति? सूत्रद्वयम् अस्माभिः पठितं, पदान्तः सूत्रं पदान्ते पदान्ते हा तत्तु सामान्यसूत्राणि उपजोषोरुः इत्यनस्तेः तिप् धातोरुः वा, अस्माभिः पठितं, पश्यतु कुत्र महोदय अस्ति वा, अत्रापि अस्ति परन्तु अस्माभिः पूर्वं पठितम् अल्सन्धेः प्रथमकरपत्रे, तर्हि असस् योगवत् इति अस्ति खलु, सकारस्य लोपः भूत्वा असस् भवति। इदानीं सकार पदान्ते अस्ति, अतः सामान्यतया स जुषोरुः इति सूत्रेण किं भवति, सकारस्य रु भवति खलु, तदनन्तरं विसर्गः भूत्वा असः भवेत्, परन्तु तस्य अपवादः सूत्रमस्ति तित्यनस्तेः, नाम यदि सकारान्तधातो पदान्ते अस्ति अस् धातो विहाय, सकारान्तधातो अस् धातु विहाय यदि पदान्ते अस्ति चेत् तिप् प्रत्ययपरे सकारस्य रु न भवति अपि च दकारः भवति, तर्हि असस् योगः त तु गच्छति, असस् पदान्ते सकारः अस्ति, इदं एषः सकारः धातोः सकारः अस्ति, अतः अपि च अग्रे तिप् प्रत्ययसकारः भवति, अतः किं भवति, सकारस्य स्थाने रु न भवति दकारः भवति, असद् नाम असः इति रूपं न भवति परन्तु असद् इति रूपं भवति। तदनन्तरम् अन्यसूत्रमस्ति सिति धातोरुर्वा, अस्ति पि धातोरुर्वा इदं सूत्रं किं वदति सि प्रत्ययपरे अस्ति चेत् सकारान्तपदं सूत्रं नास्ति अत्र अस्ति सर्वमस्ति सिप्रत्यय सिपि धातोरुर्वा इति सूत्रं वदति सिप्रत्ययपरे अस्ति चेत् सिप्यनस्तिः किं वदति सकारस्य दकारः भवति परन्तु सिपि धातोरुर्वा आगत्य वदति सिप्रत्ययपरे अस्ति चेत् विकल्पेन रु अपि भवति नाम एकस्मिन् पक्षे दकार एकस्मिन् पक्षे रु अतः असस् योगः स मध्यमपुरुषे एकवचनम् असः अपि भवति असदपि केन सूत्रेण महोदय इदानीम् अहं वक्तुं वदामि खलु सिपि धातोरुर्वा अत्र करपत्रे नास्ति अग्रे पठतु लिखितमस्ति अपि च अस्माभिः पठितम् इदं सूत्रं पूर्वे जुलै मासे सिपि धातोरुर्वा अपि च सिप्यनस्तेः दश्च रसवकारपत्रे वयं दृष्टवन्तः तत्र पठितं खलु सिप्यनस्तेः सिपि धातोरुर्वा दश्च इति सूत्रत्रयमासीत् तर्हि एतत् नूतनं कार्यमस्ति यतोहि अत्र सकारान्तपदमस्ति तदनन्तरं सकारः सकारः लङ्लकारे अतः तत्र एतेषां सूत्राणां कार्यं वा इति अस्ति तर्हि असद् असदपि असद् भवति तिप्रत्ययपरे तिप्रत्ययपरे असः असद् इति अस्ति तर्हि एतादृशं कार्यम् अस्ति अस्तु तदनन्तरं नूतनं अत्र किमर्थं न दत्तम् अत्र किमर्थं तत् सूत्रं न दत्तम् अत्र अस्मिन् समये अस्ति अत्र अत्र अस्ति अधोभागे अधोभागे अस्ति वा सिपि धातुरु तर्हि अत्र किमस्ति वस्तुतः झलां जशो अन्ते इति सूत्रमस्ति खलु झल्वर्णः अन्ते अस्ति चेत् तृतीयवर्णः भवति कस्य अपवादः अस्ति स स जुषोरुः नाम सकारपदान्ते अस्ति चेत् तृतीयवर्णः न भवति अपि च ऋत्वं भवति तस्य अपि अपवादः अस्ति तिप्यनस्तेः सिपि धातोः सामान्यतया ससजुषोरुः इत्येन सकारस्य ऋत्वं परन्तु तिप्रत्ययपरे अस्ति चेत् सकार धातुपदान्ते अस्ति चेत् ऋत्वं न भवति परन्तु दकारः सिप्रत्ययपरे अस्ति चेत् विकल्पेन दकारः अपि भवति ऋतुम् अस्तु तर्हि एतदेकवारं पठतु गृहे पठतु एकवारम् अग्रिमरविवासरे इतोपि अग्रे कुर्मः तस् धातो आरभ्य अग्रे गच्छतु परन्तु एकवारम् इदं पठतु सर्वं किपि धातुरुर्वा किं वदति कित्यनस्तेः किं वदति कथं इति सूत्रद्वयं पुत्रस्य अपवादः अस्ति इति पठतु अस्तु इदानीं विरमः प्रश्नः अस्ति वा अस्तु धन्यवादः शुभरात्रिः धन्यवादः।